नमः सर्वेभ्यः. अस्माकं व्याकरणवर्गे भवतां सर्वेषां स्वागतम्. विषयः अस्ति हल्सन्धिः, द्वितीयः भागः. हलन्तेभ्यः धातुभ्यः सकारादिप्रत्यये परे का गतिः इति विषयः. तत्र सम्पूर्णपत्रम् अस्माभिः पठितम्, अभ्यासः आरब्धः आसीत् गतवर्गे. तर्हि पुनः आरम्भतः एकवारं पश्यामः. अदादिगणस्य लट्लकारस्य मध्यमपुरुषे एकवचने परस्मैपदिस्य आत्मनेपदिस्य इति यथासङ्गं योजयित्वा सूत्रसहितक्रमं श्रावयित्वा रूपाणि पूरयतु इति अस्ति. तत्र वस्योगः से उमा भगिनी आरब्धमिच्छति वा? त्रयं धातुत्रयं स्वीकरोतु. आगच्छतु उमा भगिनी, कुत्र अस्ति भवती? अहमस्मि. वदतु, झटिति वदतु. वस्योगः से वस्योगः कुत्र अस्ति? वस्योगः भगिनि, तत्सर्वं कृतं भगिनि गतवर्गे. कुत्र कुत्र पर्यन्तं कृतं? दिक् योगः अस्ति तथा. अस्तु, तर्हि तत्र न मया चिन्तितं, पुनः एकवारं कुर्मः. अस्तु, नास्ति चिन्ता. तत्र यङ्ग्लुकि वद आरम्भं करोतु. मघि मघि मा मघ् अस्ति, विश्वं करोति मा मघ् मा मङ्ग्. तत्सर्वं वक्तव्यम् इति नास्ति, मा मङ्ग् इति अस्ति. मा मङ्ग् मा मङ्ग् योग अस्ति. अत्र संयोग अस्ति मा अङ्ग् प्लस् अनुनासिक मङ्ग् इति अनुनासिक अनुनासिके न हि जानामि भगिनि. भवती जानाति एव तत्र किम् अस्ति. तत्र आदौ नकारः गकारः अस्ति, तत्र सन्धिः तु जाता. नष्टपदन्तस्य जलि अनुस्वरस्य हि परस्वरण इति जाता. तर्हि इदानीम् अन्ततो गत्वा यः गकारः अस्ति तत्तु कवर्गीयवर्णः अस्ति खलु. अनन्तरं सकारः वर्तते चेत् किं जायते? ककारः आगच्छति. न न, तत्र आदेशप्रत्ययोः इति कार्यं करोति खलु. आदेशप्रत्ययोः मामङ्ग् अत्र घकारः ककारः अस्ति. सो क प्लस् सिक्स्य आगच्छति मामक्सि. मा न गकारस्य खरीच इत्यनेन चर्त्वं भवति खलु ककारः. ककारः भवति. मामङ्क्सि मामङ्क्सि मामङ्क्सि इति रूपम्. अस्तु भगिनि, धन्यवादः. अग्रे सूर्यकुमारी भगिनी पृच्छ. आं महोदय. प्रच् यङ्ग्लुकन्तरूपम् अस्ति पाप्रच् योगः सि. तत्र चकार अस्ति, चोः सूड् अनुनासिके च इत्यनेन चकारस्थाने न केवलं चकारस्य स्थाने, तुक् सहितचकारस्य स्थाने तालवेशकार आदेशः भवति. निमित्तं किमस्ति? निमित्तं किं? क्वीजलोः अनुनासिके च जलादिप्रत्यये परे. सत्यम्. पाप्रस् भवति, पाप्रस्य योगसि. तत्र सकार अन्ते अस्ति. अनन्तरं वृश्य भ्रश्य सृज मृज यजराज ब्राज चशांसः इत्यनेन पाप्रश् भवति प्राप्रश् योगः सि स्तुत्वं भवति स्थाने श्री भवति तत्र खरि च न श्रुत्वस्य पूर्वं किं न श्रुत्वस्य पूर्वं किमपि अन्यत् सूत्रमस्ति खलु द्वितीयपादे द्वितीयपादे एव एकं सूत्रमस्ति पदा द्वितीयपादे षडोः कसि ओ क्षम्यतां षडोः कसि सि प्रत्ययपरे सकारस्थाने ककारायाति पाप्रक् भवति पाप्रक्सि आदेशप्रत्ययोः इत्यनेन षत्वं भवति पाप्रक्षि भवति पाप्रक्षि आम् सत्यं पाप्रक्षि समीचीनं बहु समीचीनं धन्यवादः भगिनि तर्हि इदानीम् अन्ते एकं परिशिष्टम् अस्ति तदेकवारं पठामः यतोहि पाप्रक्षि इत्यत्र भिन्नरीत्या अपि साधयितुं शक्नुमः इति भाति तत् कथमिति एकवारं वयं पश्यामः तत्र किञ्चित् शोभा भगिनी पठति वा परिशिष्टम् इति यः भागः अन्ते प्रसङ्गप्राप्तम् इति कृत्वा अत्र पठामः आं भगिनि अस्तु तत्र अभ्यासान् पश्यन्ति आसम् परिशिष्टम् इति अन्ते अभ्यासः अनन्तरम् अस्तु एकक्षणं भगिनि परिशिष्टम् कश्चन प्रश्नः उदेति च्वोः षूडनुनासिके च इति सूत्रेण तुक् सहितचकारस्य स्थाने चकारादेशः एवम् अस्ति चेत् पाप्रच् योगः सि इति स्थितौ किमर्थं न च्वोः षूडनुनासिके च इत्यनेन तुक् सहितचकारस्य षत्वम् इति प्रश्नः दत्तम् आसीत् चकारान्तधातूनां कृते सामान्यं पृच्छ भ्रश्च सृजमृज यजराजभ्राजशशां शः इत्यनेन षत्वं पाप्रच् योगः सि इत्यत्र तत् सूत्रं पृच्छ भ्रश्च इति सूत्रं कार्यं करोति चेत् पाप्रश् योगः सि इति भूत्वा इदानीं षकारस्य योगे सकारः अस्ति इत्यनेन षडोः कः सि इति सूत्रेण षकार मूर्धन्यषकारस्य ककारादेशः पाप्रक् योगः सि तेन पाप्रक् योगः इदानीं तत्र आदेशप्रत्ययः इत्यनेन पाप्रक् योगः सि इति भवति तदनन्तरं ककारषकारयोः मेलनं पाप्रक्षि इति किन्तु वस्तुतस्तु अत्र च्वोः षूड् अनुनासिके च इत्यस्य प्रसक्तिरस्ति किल प्रसक्तिरस्ति पृथक् प्रसक्तिरस्ति चेत् व्रश्च भ्रश्च मृज सृजमृज यजराज भ्राज छशांशः इति सूत्रम् असिद्धं तर्हि अत्र का गतिः इति तावत्पर्यन्तं वदतु महोदय भगिनि अस्तु तत्र च्वोः षूड् अनुनासिके च इति सूत्रं दृष्टवन्तः च्वोः षकारः इत्युक्ते तुक्सहितचकारस्य अथवा केवलं छकारस्य एव इति अपि दृष्टवन्तः अपि च वकारस्य षकारादेशः तालव्य षकारादेशः भवति इति अनुनासिके इति सूत्रं सूत्रस्य आशयः तुक्सहितचकारस्य स्थाने एवं सति चेत् तत्र पाप्रच् योगः सि इति इत्यत्र किमर्थं चोः षूड् अनुनासिके च इत्यनेन तुक्सहितचकारस्य षत्वम् इत्युक्ते अत्र तत्र चोः षूड् अनुनासिके च इति सूत्रमेव नास्ति इति चिन्तयतु अस्तु तदानीं प्रक्रिया कथं भवति पाप्रच् योगः सि इत्यत्र तद्वदतु एकवारम् अस्तु च्वोः षूड् अनुनासिके च इति न भवति ते चेत् तत्र षकारस्य आगमः न भवति तदा षकारस्य आदेशः षकारस्य आदेशः न भवति तदा तत्र इदानीं तत्र पाप्रच् इति तिष्ठति तर्हि पाप्रच् योगः सि इदानीं तत्र अन्ते छकारः अस्ति इत्यनेन व्रश्च भ्रश्च इति सूत्रस्य कार्यं भवति तत्र छकारस्य किं मूर्धन्यशकारादेश तुक्सहित छकारस्य मूर्धन्यशकारादेशः भवति पाप्रश् इति भवति पाप्रश् इति भवति चेत् तत्र तदानीं पाप्रश् योगः सि षडोः कः सि इति कार्यं करोति पाप्रक् इति भवति तदनन्तरं आदेशप्रत्यययोः इत्यनेन सकारस्य षकारादेशः भूत्वा पाप्रक्षि इति रूपं सिद्ध्यति अपि च अग्रे किम् उक्तं छ्वोः षूडननासिके च इत्यस्य प्रसक्तिः अस्ति किल इति इत्युक्ते अत्र सम्यक्तया उक्तवती यद् अत्र व्रश्चभ्रश्च इत्यनेन कार्यं सिद्ध्यति अतः पाप्रक्षि इति रूपं लभ्यते परन्तु पाणिनीयसूत्रेषु छ्वोः षूडननासिके च इति एकमपि सूत्रं वर्तते खलु यद् यत् सूत्रं तु षष्ठाध्याये वर्तते चतुर्थपादे अङ्गाधिकारे वर्तते आम् अतः इदानीं छ्वोः षूडननासिके च इत्यस्यापि प्रसक्तिः अस्ति व्रश्चभ्रश्च इत्यस्यापि प्रसक्तिः अस्ति तर्हि तयोः मध्ये किं कार्यं कुर्यात् भगिनि तत्र एकः सन्देहः छ्वोः षूडननासिके च इत्यस्य निमित्तमस्ति तत्र किम् अनुनासिकादि एकक्षणं भगिनि तत्र अनुनासिकादि भवेत् क्विज्झलोः ओ क्विज्झलोः इति अस्ति वा अस्तु तर्हि तत्र क्निति इति अपि भवेत् परम् इति क्निति इति तदेव सः एव विषयः अत्र चर्च्यते क्निति इति भवेत् वा न वा इत्येव विषयः अत्र कितिनिति इति केचन वदन्ति कितिनिति नास्ति इति अन्ये वदन्ति अस्तु अहं क्निति इति चिन्तितवती तर्हि कार्यं न भवति छ्वोः इत्यस्य यतोहि तत्र क्निति इति न स्वीकुर्मः चेत् भवति तदानीमेव इयं चर्चा कितिनिति इति नास्ति चेत् द्वयोः प्रसक्तिः अस्ति तर्हि कस्य बलम् तर्हि तत्र षूड् तस्य सूत्रस्य सङ्ख्या सपादसप्ताध्यायामस्ति वृश्चभ्रश्च इति अष्टाध्यायामस्ति तर्हि असिद्धं भवति परत्वात् सपाद किं तत्र सपादसप्ताध्यायीनां सूत्राणां कृते त्रिपादी असिद्धमेव त्रिपादीसूत्राणि तर्हि तत्र आम् इति कृत्वा पूर्वत्र सिद्धम् इत्यनेन तस्य कार्यं न भवति कस्य छ्वोः षूड् अनुनासिके च इत्यस्य कार्यं भवति व्रश्च भ्रश्च इति सूत्रम् असिद्धं भवति इति अस्ति समीचीनम् इति एव अत्र विषयः तर्हि असिद्धं व्रश्चभ्रश्च इति असिद्धम् अस्ति खलु अत्र या प्रक्रिया भवति यां प्रक्रियां भवती श्रावितवती तत्र व्रश्चभ्रश्च इति सूत्रम् असिद्धं खलु किमर्थम् एतादृशप्रक्रिया इति प्रश्नः अस्तु ओके अस्तु तर्हि इदानीं किञ्चित् अग्रे गच्छामः धन्यवादः भगिनी तर्हि इदानीं किञ्चित् अग्रे किं तत्र विजयलक्ष्मी भगिनी पठति वा भगिनी क्षम्यतां भगिनी अत्र परिशिष्टम् इत्यत्र कश्चन प्रश्नः उदेति इति लिखितं खलु अत्र प्रश्नः कः इति सम्यक्तया मया न बुद्धं भगिनी अत्र न इत्युक्ते अत्र प्रक्रिया रूपं प्रक्रिया या प्रक्रिया अस्ति किं तत्र सूर्यकुमारी भगिन्या उक्तं खलु प्रक्रिया कथं भवति इति तत्र पाप्रवगतवती इत्यनेन भवति इति सा उक्तवती आम् परन्तु सामान्यतया यदि छ्वोः षूडननासिके च इति सूत्रमस्ति इति कोऽपि न जानाति तदानीं किं चिन्तयति अत्र पाप्रचयोगः सि इति प्रसङ्गे व्रश्चभ्रश्चस्य कार्यं भवति इति चिन्तयति खलु इदानीम् अत्र प्रश्नः अस्ति इत्युक्ते सरलरीत्या प्रश्नः कः इति चेत् व्रश्चभ्रश्च इति कार्यं भवति वा छ्वोः षूडननासिके च इति कार्यं भवति वा छ्वोः षूडननासिके च इत्यत्र निमित्तं किम् अस्ति जलादिप्रत्ययः वर्तते वा जलादिकितिनिति प्रत्ययः वर्तते वा इति एतत् सर्वम् अत्र चर्चा. अस्तु भगिनि. भगिनी इतोपि सूत्रमेकम् अस्ति खलु, पृच्छति भिज्यतीनां सूत्रम् खलु पृच्छति तत्रापि अस्ति खलु पाप्रच् इति तत्र न भवति वा पृच्छति इत्यत्र वा इतोपि सूत्रम् अस्ति खलु सम्प्रसारणसूत्रम् अहं सम्यक् न स्मरामि भगिनि पुनः उषा भगिनी एकक्षणं भगिनी तत्र विजयलक्ष्मी भगिनी पुनः वदतु प्रश्नः कः मया न श्रुतं तत्र पृच्छति इति तत् सूत्रे अपि आयाति तस्य अत्र किमपि कार्यं भवति वा इति केवलं चिन्तनं पृच्छति पृच्छति इति अत्र पृच्छति तत्र सम्प्रसारण तत्र कितिङ् इति परे सम्प्रसारणं तत्तु भिन्नवार्ता खलु तत्र पृच्छति इति तु तत्र तिङन्तरूपम् अस्ति खलु स्टिपानिर्देशः अस्ति तत्र पृच्छति इति स्टिपानिर्देशः प्रच्छधातोः स्टिपानिर्देशः पृच्छति इति रूपं तत् तस्य अनेन सह कः सम्बन्धः तत् पृच्छति इत्यत्र तु चोषुडनासिके चेत् तस्य कार्यं किमपि नास्ति पृच्छ् योगः अ इति प्रत्ययः तुदादिगणीय अस्ति इति मन्ये तर्हि अ इति अस्ति तर्हि जलादि नास्ति अतः चुवचुडा नास्ति के चेत् तस्य प्रसङ्गः एव नास्ति खलु तत्र अस्तु केवलं पृच्छति इति सूत्रे आसीत् मनसि आगतम् अतः पृष्टवती अत्र प्रासङ्गिकप्रश्नः नास्ति यतोहि अत्र चुवचुडा नास्ति के इत्यस्य प्रसङ्गः नास्ति वृषभ्रश्च इत्यपि प्रसङ्गः नास्ति तत्र पृच्छति इत्यत्र तत्तु सम्प्रसारणस्य विषयः अस्ति तर्हि अत्र जयलक्ष्मी भगिनि अङ्गस्य इति अधिकारे अस्ति किल चुवोः शृणासि केच इति आमामां किं यत् विजयलक्ष्मी भगिनी पृष्टवती भगिनि ग्रहिज्य इति अङ्गस्य अधिकारे नास्ति तत् सूत्रं ग्रहिज्य इत्यपि अङ्गस्य अधिकारे एव अस्ति ग्रहिज्य इत्यपि अङ्गाधिकारे अस्ति सम्प्रस 641 इति आरभ्य अस्ति किल ग्रहीज्या तु पूर्वं न सम्प्रसारणम् इति कार्यं प्रत्ययं निमित्तीकृत्य एव अस्ति यद्यपि अङ्गाधिकारे नास्ति परन्तु अङ्गकार्यमेव अस्ति एवं वा अस्तु सम्प्रसारणम् अतः तत्र बलाबलचिन्तनं किमपि नास्ति तत्र सम्प्रसारणं सर्वदा प्रथमं करणीयं तत्र वार्तिकं किमपि अस्ति ओके विजयलक्ष्मी भगिनी अवगतं वा अत्र कोऽपि प्रश्नः अस्ति वा ओके जयलक्ष्मी भगिनी विजयलक्ष्मी भगिनी सर्वे लक्ष्मी भगिन्याः प्रश्नाः सन्ति वा प्रश्नः नास्ति अस्तु तर्हि विजयलक्ष्मी भगिनी पठतु यथा जानीमः ततः वा भगिनी आम् अस्तु यथा जानीमः पाणिनिना न उच्यते कस्मिन् कस्मिन् सूत्रे कस्य कस्य अनुवृत्तिः वैयाकरणाः विचिन्त्य अस्मान् सूचयन्ति कुत्रचित् किन्तु विभिन्नपक्षाः भवन्ति यथा अत्र काशिकाकारः लिखति यत् चोः शूड् अनुनासिके च ज्वरत्वरश्रिव्यविमवाम् उपधायाश्च इत्यनयोः द्वयोः सूत्रयोः अपि किमिति इत्यस्य अनुवृत्तिः नाम अनयोः सूत्रयोः कार्यं भवति किमिति जलादिप्रत्यये परे सिद्धान्तकौमुद्यं दीयते यत् छोः शूडनुनासिके च इति सूत्रे किमिति इत्यस्य अनुवृत्तिः अस्ति किन्तु ज्वरत्वरश्रिव्यविमवाम् उपधायाश्च इति सूत्रे नास्ति महाभाष्ये उक्तमस्ति यत् ज्वरश्रिव्यविमवाम् उपधायाश्च इति सूत्रे अनुवृत्ति नास्ति चोः शूडनुनासिके च इति स्थले भाष्यकारः पक्षद्वयं प्रतिपादयति एकस्मिन् पक्षे किञ्चित् अस्ति अपरस्मिन् पक्षे नास्ति. अत्र किम् उक्तमस्ति इति चेत् पाणिनिना सूत्राणि केवलं रचितानि. तत्र कस्य सूत्रस्य कुत्र अनुवृत्ति एतत् सर्वं तु तत्र न लिखितमस्ति. एतत् सर्वं व्याख्यानं पठित्वा एव ज्ञातुं शक्नुमः. अत्र वैयाकरणाः विचिन्त्य सूचयन्ति. तत्र भिन्नभिन्न मतं द्रष्टुं शक्यते. अस्मिन् सन्दर्भे अपि काशिकाकारेण किं लिखितमस्ति, यत् च्वोः सूडनुनासिके च अपि च ज्वरत्वर श्रिव्यविमवाम् उपधायाश्च इति अनयोः सूत्रयोः किमिति च इत्यस्य अनुवृत्तिः भवति इति. अतः झलादिप्रत्यये परे अनयोः सूत्रयोः किमिति झलादिप्रत्यये परे अनयोः सूत्रयोः कार्यं भवति इति काशिकाकारस्य मतम् एवम् एव सिद्धान्तकौमुद्याकारेण किं लिखितम् इति चेत् तस्य मते च्वोः शूळ अनुनासिके च इति सूत्रे एव किनिति इत्यस्य अनुवृत्तिः अस्ति. ज्वरत्वरश्रिव्यविमवाम् उपधायाश्च इति सूत्रे किमिति च इत्यस्य अनुवृत्तिः नास्ति इति. अत्र महाभाष्ये किम् उक्तमस्ति इति चेत् पक्षद्वयमपि महाभाष्ये प्रतिपादितम् अस्ति इति अत्र लिखितमस्ति. रामदेव अग्रे पठामि वा भगिनि? बहु बहु समीचीनं भगिनि, बहु समीचीनम्. इत्युक्ते तत्र काशिकाकारः सिद्धान्तकौमुदीकारः द्वयोः अपि मतम् एवम् अस्ति यत् क्निति जलादि किति निति इति निति इति पदस्य अनुवृत्तिः अस्ति इति तैः प्रदर्शितम्. ज्वरत्वरश्रव्यविमवांश इति सूत्रे तत्र काशिकायां तु कितिनिति इत्यस्य अनुवृत्तिः, सिद्धान्तकौमुद्यां कितिनिति इत्यस्य अनुवृत्तिः इति मतम् अस्ति. परन्तु अन्ततो गत्वा महाभाष्ये किम् उक्तम् इति चेत् ज्वरत्वरश्रव्यविमवाम् इत्यत्र कितिनिति इत्यस्य अनुवृत्तिः नास्ति. चोषुणनासिके च इत्यत्र पक्षद्वयं वर्तते. एकस्मिन् पक्षे क्निति इत्यस्य अनुवृत्तिः, अपरस्मिन् पक्षे क्निति इत्यस्य अनुवृत्तिः नास्ति. यदि क्निति इति अनुवृत्तिः स्वीक्रियते जलादि किति निति इति, तदानीं पाप्रच्योगः सि इति प्रसङ्गे किं भवति, वदतु भवती विजयलक्ष्मी भगिनी. तत्र सि इति जलादिप्रत्यय अस्ति. अतः यस्मिन् पक्षे जलादिप्रत्ययः अस्ति इति स्वीकुर्मः, तत्र च्वोः शूडनुनासिके च इति सूत्रेण शकारः विधीयते. न न, यदि जलादि किति निति प्रत्ययः इति वयं वदामः तदानीं सि इति तथा अस्ति वा? किति निति स्वीकुर्मश्चेत् न भवति. अत्र तु सि इति किमिति निति नास्ति, जलादिप्रत्ययः अस्ति. अतः अत्र यदि अत्र जोषुणनासिके च इति सूत्रे कितिरिति इत्यस्य अनुवृत्तिः अस्ति, तदानीं तु प्रक्रिया यथा शोभा भगिन्या प्रदर्शिता तथा भवति. भ्रष्टभ्रष्ट इत्यस्य कार्यं भवति, चोषुणनासिके च इत्यस्य कार्यमेव न भवति, खलु? सत्यं. तदानीं रूपं तु समानं, तत्र पाप्रक्षी इति रूपं लभ्यते, परन्तु भ्रष्टभ्रष्ट इत्यनेन साक्षात् लभ्यते, यतोहि चोषुणनासिके च इत्यस्य प्रसक्तिः नास्ति. परन्तु यदि मतम् अस्ति यत् जलादिप्रत्यये परे एव च्वोः शूडनासिके च इति कार्यं करोति इति मतं वयं स्वीकुर्मः, तदानीमेव च्वोः शूडनासिके च इत्यस्य प्रसक्तिः भवति, पाप्रच्योगः सि, तदानीं व्रश्चभ्रश्च इति असिद्धं भवति. तर्हि तत्र प्रथमतया च्वोः शूडनासिके च इत्यस्य कार्यं भवति. अतः कीदृशमतम् अस्माभिः स्वीक्रियते इति अत्र विषयः अस्ति. तदर्थं किञ्चित् अग्रे दत्तमस्ति. तर्हि तत्र जयलक्ष्मी भगिनी अग्रे पठतु. भगिनी अत्र निति इति वदनेन निति जलादिप्रत्ययः इति उक्तं खलु. तर्हि तादृशप्रत्ययः सः जलादिः अपि अस्ति निति अपि अस्ति इति अर्थः भवेत् सत्यम् इति एव अर्थः. आम् तर्हि किं पाप्रच्छयोग सि इत्यत्र सि इति जलादिः अस्ति किन्तु ङिति नास्ति. तर्हि एकस्मिन् पक्षे ङिति नास्ति इति वदामः चेत् छोः शूडानुनासिके च न प्रवर्तते. यदि ङिति परे एव प्रवर्तते इति चेत् न प्रवर्तते किन्तु सिप् इति पित् इति कृत्वा अत्र कार्यं स्यात् इति अत्र एकस्मिन् पक्षे कितीनि स्पष्टतया वदतु. कितीनिति जलादि कितीनिति इति वयं वदामः चेत् सूत्रस्य प्रसक्तिः नास्ति. नास्ति इदानीं केवलं ङिति एकस्मिन् पक्षे ङिति अस्ति अन्यस्मिन् पक्षे नास्ति इति उक्तं खलु. अत्र नास्ति इति वदनात् अत्र ङित् केवलं जलादिप्रत्ययः इति वा. अस्तु जलादि इत्यस्य विशेषणम् अस्ति कितीनिति. ओके कितीनिति प्रत्ययः नास्ति. एकस्मिन् पक्षे ङिति अस्ति चेत् कुत्र किति प्रत्ययः अस्ति सिप् तत्र किल. न यत्र कुत्रापि भाष्यकारस्य मतं किम् अस्ति इति चेत् छोः शूरनासिके च इत्यस्य निमित्तं किम् इति तैः किम् उक्तम् इति चेत् जलादिप्रत्ययः भवेत् परन्तु सः जलादिप्रत्ययः एकस्मिन् पक्षे कितिनिति इति वयं मन्तुं शक्नुमः इति एकं मतम्. एकं मतम् अस्ति कितिनिति जलादिप्रत्ययः इति एकं मतम्. अन्यत् मतम् अस्ति केवलं जलादिप्रत्ययः. अतः द्वेधा अपि शक्यते यत्किमपि मतं स्वीकरोतु. तर्हि यत्र सि इत्यत्र जलादिप्रत्ययः अस्ति इति कृत्वा कार्यं भवति. निति जलादि इति वदनात् कार्यं न भवति. तावदेव जला यतोहि तत्र किं चोषुनासिके च इति सूत्रं वयं पश्यामः चेत् क्विज्जलोः इति अस्ति खलु अनुवृत्तिः. तर्हि जली अस्ति. तर्हि सः जली कीदृशी भवति वा इति अग्रे इदानीं पठनीयं किं किति किति प्रत्यये परे उदाहरणमस्ति वा. किति प्रत्यये परे पाप्रच्योगः तः तः अस्तु भगिनि. अस्य सर्वस्य महत्त्वं किं ज्वरतरस्रिव्य विमाम् उपधायांश्च इति सूत्रे ङिति इत्यस्य अनुवृत्तिः भवति चेत् उपधायाश्च ज्वरत्वरस्रिव्यविमवाम् उपधायाश्च इति सूत्रे ङिति इत्यस्य अनुवृत्तिः भवति चेत् मा मोति इति रूपं न सेत्स्यते. तिप् इत्यस्य पित्वात् अयं ङिद्वत् न तदर्थम् ऊटाधेशः न न ज्वरस्वर ज्वरत्वरस्रिवव्यविमवाम् उपधायाश्च इत्यनेन न वा छोः शूडननासिके च इत्यनेन न इत्यनेन इत्यनेन ओके न वा छोः शूडननासिके च इत्यनेन मामवयोगति लोपो व्योर्वलि मामति इति अनिष्टं रूपम्. अतः माताची वदति यत् अत्र काशिकाकारस्य मतमेव नास्ति अपि तु साक्षात् दोषः. तदर्थं ज्वरत्वरस्रिव्यविमवामुपधायाश्च इति सूत्रे काशिकाकारस्य पक्षं त्यजामः. अस्मिन् सूत्रे ङिति इत्यस्य अनुवृत्तिः न भवेत् नास्ति एव. अत्र महत्त्वं किम् इति प्रश्ने उक्तं यत् ज्वरत्वरस्रव्यवि मवाम् उपधायाश्च इति सूत्रे इति इत्यस्य अनुवृत्तिः भवति, तर्हि मामोति इति रूपं न भवति, न साधयामः। तिप् इत्यस्य पित्वात् निद्वत् न भवति। यदि प्रसङ्गः अस्ति मामव योगति इति प्रसङ्गे, ति इति तिप् अस्ति इति कृत्वा ङित् नास्ति, निद्वत् नास्ति, तदर्थम् अत्र ऊठादेशः न भवति। यदि वयं चिन्तयामः यत् किं ङिति इति अनुवृत्तिः भवति चेत्, ङिति इति भवति चेत् अत्र तिप् प्रत्यये परे ऊठादेशः न भवति। अपि च ज्वरत्वरसृव्यवि मवाम् उपधायाश्च इत्यनेन अपि कार्यं न भवति, इत्यस्यापि कार्यं न भवति। छोः षूडानुनासिके च इत्यस्यापि कार्यं न भवति। छोहुषूडानुनासिके च इत्यनेन एव ङिति इति उक्तत्वा तिप् इति पित् अस्ति, तर्हि हा इति कारणात्। तर्हि किं भवति प्रक्रिया इति चेत्, मामवियोगति इति प्रसङ्गे लोपो व्योर्वलि इत्यनेन वकार यकारयोः लोपः, अत्र मामव अन्ते वकारः अस्ति, तस्य लोपः कारयित्वा माम योगति मामति इति अनिष्टरूपसिद्धिः स्यात्। अतः पुष्पमाताजी वदति यत् काशिककारस्य मतं त्यजामः, तत् दोषः एव, तदर्थं ज्वरत्वरसृव्यविमवामुपधायाश्च सूत्रे काशिककारस्य पक्षं त्यक्त्वा अस्मिन् सूत्रे ङिति इत्यस्य अनुवृत्तिः मास्तु, तत्र नास्ति इति एव स्वीकर्तव्यम् इति अभिप्रायति इति अस्मिन् परिच्छेदे उक्तं। तर्हि ङिति इति न स्वीकुर्मः इति अत्र उक्तं, कलाति इत्येव ज्वरत्वर त्रिभव्यविवमवामुपधायाश्च इति सूत्रे। समीचीनम्। इत्युक्ते काशिककारः तु किति निति इत्यस्य अनुवृत्तिः उभयत्र स्वीकरोति, ज्वरत्वरसृव्यविमवामुपधायाश्च इति सूत्रे अपि चोहशुरनासिके च इत्यत्र जलादि किति निति इति स्वीकरोति। तर्हि चोहशुरनासिके च इत्यत्र जलादि किति निति इति स्वीकरोति चेत् दोषः नास्ति, कुत्रचित् अपि दोषः नास्ति, परन्तु ज्वरत्वरसृव्यविमवाम् उपधायाश्च इत्यत्र जलादि किति निति इति वयं स्वीकुर्मः चेत् तर्हि मामव्योगः ति इति प्रत्ययः, तत्र अपि ज्वरत्वरसृव्यविमवाम् उपधायाश्च इत्यस्य इति सूत्रस्य आवश्यकता वर्तते, परन्तु किति इत्यस्य अनुवृत्तिं वयं स्वीकुर्मः तदानीं तत्र प्रसक्तिः न भवति, मामव्योगः ति इत्यत्र प्रसक्तिः न भवति, अतः तत्र लोपोव्योर्वलि इत्यस्य कार्यं भवति भविष्यति, तर्हि तत्र मामोति इति रूपम् इष्टरूपं न लभ्यते, अतः अत्र ज्वरत्रसव्यविमवाम् उपधायाश्च इति सूत्रे क्निति इति या अनुवृत्तिः स्वीकृता काशिककारेण सा तु दोषाय वर्तते, अतः तस्मिन् सूत्रे ज्वरत्वरसव्यविमवाम् उपधायाश्च इति सूत्रे क्निति इति अनुवृत्तिः मास्तु इति अत्र सारांशः। अस्तु, तर्हि किञ्चित् अग्रे गच्छामः तत्र। धन्यवादः भगिनी। तर्हि अग्रे मीना भगिनी पठतु। तर्हि छोः सूड् अनुनासिके च इति सूत्रे का गतिः? वस्तुतः न केवलं सिद्धान्तकौमुद्यां अपि तु बहुषु ग्रन्थेषु दत्तमस्ति यत् ङिति इत्यस्य अनुवृत्तिः अत्र वर्तते चोर्सुनासूत्रे वा, तथा अस्ति चेत् कः परिणामः? तुक् सहितचकारस्य स्थाने चकारादेशः ङिति जलादिप्रत्यये परे, एवं चेत् पाप्रच् योगः सि इति स्तरे अस्य सूत्रस्य प्रसक्तिः नास्ति। पाप्रच् इति स्तरे अस्य सूत्र शोधनाशिकस्य सि इति अस्ति, ओ अत्र कीर्तिनिति इति अनुवृत्तिः आगच्छति चेत्, एतावता अस्माकं पाठेषु एतादृशस्य पक्षस्य आश्रयं स्वीकृत्य प्रतिपादनं भवति स्म, यथोक्तं महाभाष्ये पक्षद्वयस्य समर्थनम्। तत्र शोचूड अनुनासिके च इति सूत्रं सिद्धान्तकौमुद्याम् अस्ति। तत्र यत् स्मृति इत्यस्य अनुवृत्तिः अत्र वर्तते इति सिद्धान्तकौमुद्यां वैयाकरणः वदन्ति। तत्र षोड्शूड अनुनासिके सूत्रस्य अनुवृत्ति निधि इति अनुवृत्तिः भवति। यदि चेत् तादृशम् अस्ति चेत् इदानीं तुक् सहितचकारस्य स्थाने शकारः अभवति तत्र षोड अनुनासिके सूत्रेण। तत्र किति जलादिप्रत्यये परे एवं चेत् यदा उदाहरणं पाप्रच्योगः सि अस्ति अस्ति अत्र अस्ति सि इति क्ञिति प्रत्ययः नास्ति। तत्र षोडशूड अनुनासिकस्य यदि क्ञिति इति अनुवृत्तिः अस्ति चेत् तत्र षोड अनुनासिकस्य सूत्रस्य प्रसक्तिः पाप्रच्योगः सि इति तत्र प्रसक्तिः नास्ति। एतावता एतादृशपक्षस्य आश्रयं स्वीकृत्य प्रतिपादनं भवति स्म। यथोक्तं महाभाष्ये पक्षद्वयस्य समर्थनं, पक्षद्वयस्य समर्थनम् इत्युक्ते एकं क्यति न्यति इति अनुवृत्तिः अस्ति चेत् प्रसक्तिः नास्ति, षोडशूडनासिकस्य सूत्रप्रसक्तिः नास्ति। यदि कितिङ्गति नास्ति चेत् तत्र प्रसक्तिः अस्ति इति वा पक्षद्वयम्? आमामाम् अवश्यम् अवश्यं सम्यक् सम्यक्। एतावत् अस्माकं पाठेषु इत्युक्ते इदानीं नास्ति, पूर्वं पूर्वं करपत्रेषु कितिनिति इति आसीत्, इदानीं तु करपत्रे कुत्रापि न लभ्यते। यदा इदं परिशिष्टं लिखितं महोदयेन तदानीं तत्सर्वं परिष्कृतम्, अतः तत्र कुत्रचित् अपि चोषुडनासिके चेत् तत्र कि जलादि किति निति इति न उच्यते, सर्वत्र जलादि इति एव उच्यते। ओके, धन्यवादः भगिनि। इदानीम् अग्रे किं सरस्वती भगिनी पठति वा? आं भगिनि, महाभाष्यस्य प्रमाणेन पक्षद्वयेन अपि कार्यं सिद्ध्यति, एकः अनुवृत्तिपक्षः एकः निवृत्तिपक्षः। छोः षूडनुनासिके च इति सूत्रे मिति इत्यस्य अनुवृत्तिः स्वीक्रियते चेत् कित् निप्रत्यये परे छोः षूडनुनासिके च इत्यनेन चकारस्य स्थाने चकारादेशः, तदा व्रश्यभ्रश्य सृजमजयजराजभ्राजच्छशांशः इति सूत्रेण षकारस्य षत्वम्। प्रत्ययः कित् निक् नास्ति चेत् प्रश्यभ्रश्य सृजमृजयजराजभ्राजच्छशांशः इति सूत्रेण छकारस्य षत्वम्। अपि च अस्मिन् पक्षे तुक्सहितछकारः मन्तव्यः भवति द्वयोः अपि सूत्रयोः। तर्हि पक्षद्वयम् अस्ति अत्र, एकः अनुवृत्तिपक्षः एकः निवृत्तिपक्षः, इत्युक्ते अनुवृत्तिमध्ये यदि निति च अस्ति तर्हि अनुवृत्तिपक्षः, निवृत्तिपक्षः इत्युक्ते निति च इति नास्ति। तर्हि यदि निति च अस्ति एवं वयं स्वीकुर्मः चेत् तत्र यदि निति इत्यस्य अनुवृत्ति स्वीक्रियते चेत् कित्नि प्रत्यये परे एव कित्नि जलादि अनुनासिकादि जलादि प्रत्यये परे एव कार्यं करोति, तदा एव छकारस्य स्थाने शकारादेशः भवति। तदनन्तरं पुनः रश्यभ्रश्य इत्यनेन सूत्रेण शकारस्य स्थाने शकारस्य षत्वं भवति। प्रत्यये यदि कित्नि नास्ति इत्युक्ते केवलं जलादि अस्ति चेत् साक्षात् प्रश्यभ्रश्य इत्यस्य सूत्रस्य कार्यं भवति, तथा छकारस्य स्थाने षकार आगच्छति। द्वयोरपि अस्मिन् पक्षे अपि सहितछकारः मन्तव्यः, इत्युक्ते द्वयोः सूत्रयोः कार्यं तु सहितछकारस्य विषये एव अस्ति, तर्हि षकार आगच्छति अन्ततो गत्म भगिनि. आमामाम् आमाम् एकः एकः अस्ति, एकः पक्षः अनुवृत्तिपक्षः, अन्यः अनुनिवृत्तिपक्षः. भगिनि कुत्र छ्वोः इत्यत्र वकारः अपि अस्ति खलु? वकारः इत्यत्र अपि समानविषयः खलु, यथा मामवियोगः ति इत्यत्र वकारः अस्ति, तत्र तत्रापि छ्वोः शूनासिके च इत्यस्य प्रसङ्गः भवितुमर्हति यदि तत्र क्निति इति स्वीक्रियते चेत् प्रसक्तिः न भवति, तिति इति न स्वीकुर्मः चेत् प्रसक्तिः भवति, तत्रापि समानं. तत्र अत्र तु सम्प्रसारणं भवति वा? कुत्र? वकारस्य न, वकारस्य सम्प्रसारणं नास्ति. कितिनिति प्रत्यये परे वकारस्य सम्प्रसारणं नास्ति, यतोहि मव् इति धातुः तु सूत्रे नास्ति खलु. ग्रहीज्या वै व्यधि वष्टि इत्यत्र नास्ति खलु मव् धातुः. ऊटादेशः भवति खलु? हा, अनेन सूत्रेण ऊटादेशः एव, सम्प्रसारणस्य विषयः एव नास्ति अत्र. ऊटादेशः भवति वा? ऊटादेशः अपि किनिति कितिनिति भवति चेत् न भवति खलु? न, अत्र अत्र चोषुरनासिके चेत् यत्र पक्षद्वयं, कितिनिति जलादि इति वयं वदामः चेत् तदानीं कित्नित् प्रत्ययः परः वर्तते चेदेव ऊटादेशः भवति. कित्नित् प्रत्ययः नास्ति यथा सि प्रत्ययः अस्ति चेत् तत्र ऊटादेशः न भवति. ज्वरत्वरस्विव्यविमवांश इत्यत्र तु किति इत्यस्य अनुवृत्तिः एव मास्तु, यतोहि क्निति इति अनुवृत्तिः अस्ति चेत् दोषः भवति. अतः छ्वोः शूड् अनुनासिके च इत्यत्र कितिनिति इत्यस्य आवश्यकता भवितुम् अर्हति इति वा? न, आवश्यकता नास्ति, पक्षद्वयम् अस्ति, मतद्वयम् अस्ति, यत्किमपि स्वीकरोतु, कोऽपि क्लेशः नास्ति. भाष्यकारः वदति अत्र मतद्वयम् अस्ति, पक्षद्वयम् अस्ति, यत्किमपि इच्छति तत् स्वीकरोतु. किमिति जलादि इति वदति चेदपि क्लेशः नास्ति, जलादि इति वदति चेदपि क्लेशः नास्ति. ऊटादेशः भवति वा? आमाम् आमां, निमित्तानि पूरितानि चेत् ऊटादेशः अवश्यं भवति. वकारस्य ऊटादेशः भवति, तुक्सहितचकारस्य तालव्यशकारादेशः. अस्तु भगिनि, वकारः स्थाने अस्ति चेत् तस्य स्थाने ऊटादेशः. किं वंसि भगिनि? हा हा भगिनि, अन्तिमवाक्ये प्रत्यय कित्नित् नास्ति चेत्, यदि नास्ति तर्हि चोः शृणासिके च इत्यस्य कार्यं प्रथमं भवति किल? न, इदानीं चो शृणनासिके च इति सूत्रे किम् अस्ति, अनुवृत्तिः अस्ति वा न वा? प्रत्ययः यदि अनुवृत्तिः कितिनिति इति अनुवृत्तिः अस्ति, तदानीं प्रत्ययः कित्नित् नास्ति, तदानीं चो शृणनासिके च इत्यस्य प्रसक्तिः नास्ति, साक्षात् व्रश्च व्रश्च इति कार्यं करोति. यद् यथा तत्र पाप्रत्ययोगः सि इति पित् प्रत्ययः अस्ति, यदि चोषुणनसिके च इत्यत्र कितिनिति इति अनुवृत्तिः अस्ति, तदानीं तस्य सूत्रस्य प्रसक्तिः न भवति, यतोहि सि प्रत्ययः पित् अस्ति, तत्र साक्षात् व्रश्च व्रश्च इत्यस्य कार्यम्. परन्तु यदि परन्तु कित् नास्ति चेत् तत्र कार्यं कर्तुम् अर्हति किल? पित् अस्ति किल तिप् इति? न भगिनि, अत्र व्रश्च चोषुणनसिके च इति सूत्रे किं कः पक्ष कं पक्षं स्वीकरोति भवती? कित्नित् यदि नास्ति तर्हि द्वयोः सूत्रस्य प्रसक्तिः अस्ति किल? न न, मम प्रश्नस्य उत्तरं वदतु, मम प्रश्नस्य केवलम् उत्तरं वदतु. चोः शूणनासिके च इत्यत्र कं पक्षं स्वीकरोति भवती? कित्नित् नास्ति इति स्वीकरोमि. केवलं जलादिप्रत्ययः इति स्वीकरोति? सत्यं, हा तदेव. एवं स्वीकरोति चेत् तत्र चोः शूणनासिके च इत्यस्य कार्यम् अवश्यं भवति प्रथमम्. हा तर्हि तत्र मम प्रश्नः तदेव अस्ति, प्रत्यय कित्नित् नास्ति चेत् इति उक्तत्वात् तर्हि तत्र च्वोः शृणासिके एव कार्यं न न अत्र अनुवृत्ति अनुवृत्तिपक्षः स्वीक्रियते चेत् तत्र अत्र उच्यमानम् अस्ति, पश्यतु. ओ चोः शृणासिके च इति सूत्रे क्निति इत्यस्य अनुवृत्तिः स्वीक्रियते चेत् कित्नित् प्रत्यये परे चोः शृणासिके च इत्यस्य चकारस्य शकारादेशः भवति, तदा व्रश्च व्रश्च इत्यनेन तदनन्तरं सकारस्य षत्वं भवति. प्रत्ययः कित्नित् नास्ति चेत् अनुवृत्तिपक्षे तदानीं तत्र तु चोषुडनसिके च इत्यस्य कार्यं न भवति, साक्षात् प्रश्च भ्रश्च इति कार्यं करोति. स्पष्टमस्ति खलु? अस्तु, चिन्तयामि भगिनि. तत्र सम्पूर्णतया एकवारं पठतु भवती, भवती पठतु. अस्तु अस्तु, पठितुं न शक्नोमि भगिनि. भगिनि, चोक्षुनासिके चेत् सूत्रे अनुवृत्तिः नास्ति इति चेत्? न न न, पश्यतु, अत्र अस्मिन् करपत्रे इदानीं यद् लिखितं तत्र लिखितं चोषुनासिके च इति सूत्रे क्निति इत्यस्य अनुवृत्तिः स्वीक्रियते चेत् इति लिखितमस्ति. स्वीक्रियते चेत् यदि अनुवृत्तिः स्वीक्रियते तदानीं प्रत्ययः कित्नित् प्रत्ययः अस्ति चेत् चोषुडनासिके च प्रथमतया कार्यं करोति. प्रत्ययः कित्नित् नास्ति चेत् चोषुडनासिके च कार्यं न करोति. तत्र साक्षात् प्रश्च भ्रश्च कार्यं करोति. सरलमस्ति. अस्तु अस्तु, अवगतम्, क्षम्यतां. मम चिन्तनम् आसीत् तत्र पक्षद्वयमस्ति, तत्र अनुवृत्ति न स्वीकृतम् इत्येव. तत्तु भिन्नपक्षम् अस्ति, भिन्नपक्षः अस्ति. तत्र तु यथा भवती वदति तत् समीचीनं, परन्तु अत्र करपत्रे यद् लिखितं तद् भिन्नं लिखितम्. अस्तु अस्तु, अवगतं भगिनि, अवगतम्. अस्तु, तर्हि इदानीं किं मीना भगिनी किमपि? क्षम्यतां भगिनि, तदर्थं प्रक्रियायां विषये पूर्वमेव स्वीकृतं कित्नित् अस्ति वा न वा, तत्कारणेन प्रक्रिया सुलभं भवति. कित्नित् स्वीक्रियते चेत् सुलभं भवति इति वदति वा प्रक्रिया? न न न स्वीक्रियते चेत् कित्नित् स्वीकरोति वा न स्वीकरोति वा तदुक्तं चेत् प्रक्रिया विवरणं सुलभम् अस्ति. आमामाम्, उभयत्र प्रक्रिया समाना सरला एव. कित्नित् अस्ति वा नास्ति वा इति वदामः पक्षद्वयं. कित्नित् अस्ति चेत् कित्नित् प्रत्यये परे एव कार्यं करोति. पित् प्रत्ययः अस्ति चेत् कार्यं न भवति. चोषुडनासिके च इत्यस्य कार्यं न भवति चेत् तदानीं व्रश्च भ्रश्च इति कार्यं करोति चकारस्य मूर्धने शकारः. रस्य भ्रस्य सूत्रे कित्नित् विषये नास्ति. कित्नित्यनेषु नास्ति, केवलं जलादिप्रत्यपरे एव. आमाम्, अतः व्रश्च भ्रश्य इति सर्वत्र कार्यं कर्तुम् अर्हति जलादिप्रत्यपरे. परन्तु चोषुडनासिके च कार्यं करोति वा न वा इत्यत्र कितिनिति अनुवृत्तिः अस्ति वा इति द्रष्टव्यं. तत्र कं पक्षं वयं स्वीकुर्मः, कितिनिति अस्ति इति स्वीकुर्मः चेत् केवलं कित्नित् प्रत्यपरे एव कार्यं करोति, अन्यत्र न करोति. आमाम्, तावदेव. अस्तु, तर्हि इदानीं धन्यवादः भगिनी. तर्हि इदानीम् उषा भगिनी अग्रे पठतु. अस्तु भगिनि, यथा पाप्रच् योगः सि इति स्थले सि प्रत्ययः कित् ङित् न, अतः व्रश्च भ्रश्च सृज मृज यज राज ब्राज च शांशः इति सूत्रेण चकारस्य षत्वम्. किन्तु अत्र नूतनविचारः अयं यत् निमित्तापाये नैमित्तिकस्यापि अपायः इति न स्वीक्रियते. बाह्यकारैः उच्यते यत् इदं न परिभाषा न वा न्यायः किमपि नास्ति. अस्य उपयोगः न कुत्रापि भवेत्. अनेन कारणेन व्रश्च भ्रश्च सृज मृज यज राज ब्राज च शांशः इति सूत्रे तुक्सहितचकारः न मन्यते चेत् चकारस्य स्थाने शकारः तु भवति, किन्तु तुक् आगमः अपि स्थास्यति. तदर्थम् अस्मिन् सूत्रे तुक्सहितचकारस्य मन्तव्यः. अतः ये चोः षूडनुनासिके च इति सूत्रे कितिङिति इत्यस्य अनुवृत्तिः स्वीकुर्वन्ति तैः व्रश्च भ्रश्च सृज मृज यज राज ब्राज च शांशः इति सूत्रे चकारः मन्तव्यः, अपि च स च चकारः तुक् सहितः मन्तव्यः. नो चेत् लटि पाप्रष्टि पाप्रक्षि इति रूपद्वयं न सेत्स्यति. अस्मिन् पक्षे पाप्रच् योगः तः इति स्थले पाप्रष्टः भवति. चोः षूड् अनुनासिके च इति सूत्रेण. अस्तु भगिनि, प्रयत्नं करोमि. पूर्वं वयं दृष्टवन्तः पाप्रच् योगः सि इति स्थले सि प्रत्ययः कित् ङित् न कित् कित् ङित् प्रत्ययः न सि इति तिप् प्रत्ययः सि प्रत्ययः कित् ङित् न अतः ब्रश्च ब्रश्च इति सूत्रेण चकारस्य षत्वं कित् ङित् कित्ङित् नास्ति इत्यस्मिन् अर्थे कित्ङित् इति अस्ति इति अनुवृत्तिसहितरूपेण अस्ति चेत् सि इति पित् प्रत्ययः इत्यनेन श्वोः षूड् अनुनासिके इत्यस्य कार्यं नास्ति. व्रश्च ब्रश्च सृज मृज यज राज ब्राज च शांशः इत्यनेन त्रिपादिकार्येण चकारस्य षत्वं भवति. किन्तु अत्र नूतनविचारः अयं यत् निमित्तापाये नैमित्तिकस्यापि अपायः इति न स्वीक्रियते. निमित्तापाये नैमित्तिकस्यापि अपायः पूर्वं तुक्सहितचकारः आयाति इत्यस्य कृते इति मम चिन्तनं. पाप्रच्योगः सि सकारस्य स्थाने चकारचकारयोः स्थाने षकारः आयाति व्रश्च ब्रश्च इति सूत्रेण. परन्तु वाक्यमस्ति निमित्तापाये नैमित्तिकस्यापि अपायः. निमित्तम् अपि निमित्तं गच्छति चेत् तत् निमित्तेन यत् कार्यं वयं तेन निमित्तेन यत् कार्यं कृतं तत् कार्यमपि न स्थास्यते न तिष्ठति इति न स्वीक्रियते इति अत्र अस्ति. सः प्रसङ्गः अस्ति निमित्तपाय नैमित्तिकस्य अपाय इति किमर्थम् उक्तम्? आम्, पाप्रच् योगः सि तुक्सहितचकारः किमर्थम् आयाति इति अत्र एव कारणम् इति निमित्तापाये नैमित्तिकस्यापि न तुक्सहितचकारः किमर्थम् आयाति इति प्रश्नः नास्ति अत्र. ओ अस्तु, अत्र कः प्रश्नः? किमर्थं निमित्तापाये नैमित्तिकस्य अपि अपायः इति उच्यते? अस्ति चकारचकारः षत्वं भवति षत्वं न अत्र तुक्सहितचकारस्य षत्वं भवति इति न भवति नास्ति. अस्तु भगिनि, अस्तु भवति चेत् कथं भवितुम् अर्हति इति प्रश्नः. तुक् इत्यस्य का गतिः इत्युक्ते तत्र का सामान्यतया वयं किं वदामः, सकारस्य मूर्धन्यषकारादेशः भवति चेत् वयं वदामः, एकक्षणं भगिनि, वयं वदामः यत् तुक् निमित्तं तुक् इत्यस्य निमित्तम् आसीत् चकारः. इदानीं चकारः अपगतः, अतः तुक् अपि अपगच्छेत् खलु. तदर्थं वयं वदामः निमित्तं यदस्ति निमित्तस्य अपगमनेन नैमित्तिकस्यापि अपगमनम् इति वयं वदामः. अतः चकारः अपगतः इदानीं तस्य तेन कारणेन एव तुक् आगतः, तर्हि तुक् अपि अपगच्छेत् इति तदर्थं निमित्त अपाये नैमित्तिकस्य अपायः इति सामान्यतया न्यायः इति किमपि वदामः. परन्तु भाष्यकारः किं वदति? भाष्यकारे उच्यते यत् इदं न परिभाषा न वा न्यायः. ओके, अस्य उपयोगे न कुत्रापि भवेत् इति. अस्य उपयोगः न कुत्रापि भवेत्, अतः अत्र समर्थनं तुक् इति अपगच्छेत् नैमित्तिकस्य अपि अपायः इत्यनेन अपगच्छेत् इति न वक्तुं शक्यते. तर्हि भिन्नं किमपि वक्तव्यम्? अनेन कारणेन पृश्च भ्रश्च सृज मृज यज राज राज च शांशः इति सूत्रे तुक्सहितचकारः न मन्यते चेत् ओके, चकारस्य स्थाने षकारः तु भवति. तुक्सहितचकारः न स्वीक्रियते, चकारस्य स्थाने षकारः भवति, किन्तु तुक् आगमः अपि स्थास्यति. तदर्थम् अस्मिन् सूत्रे तुक्सहितचकारः मन्तव्यः. क्षम्यतां भगिनि इत्युक्ते किञ्चित् म्यूट् करोतु, अहं वदामि एकक्षणम्। अस्तु, प्रतिध्वनिः आयाति, एकक्षणं। तर्हि अत्र व्रश्च ब्रश्च सृज मृज यज राज ब्राज चषांशः इति सूत्रे स केवलं चकारस्य स्थाने मूर्धन्यषकारादेशः वा अथवा तुक्सहितचकारस्य स्थाने मूर्धन्यषकारादेशः वा इति प्रश्नः। यद्यपि सूत्रे तत्र तुक्सहितचकारः एव प्रदर्शितः, तथापि इदानीं प्रश्नः जायते यत् अत्र अनेन सूत्रेण तुक्सहितचकारस्य स्थाने मूर्धन्यषकारादेशः वा नो चेत् केवलं चकारस्य स्थाने षकारादेशः वा इति प्रश्नः। यदि केवलं चकारस्य स्थाने मूर्धन्यषकारादेशः इति वयं वदामः, तदानीं तुक् इत्यस्य का गतिः? तुक् इति तु चकारेण एव तुक् आगतं खलु, तुगागमः तु चकारेण एव आगतः। तर्हि तुक् इत्यस्य का गतिः? तुक् तथैव तिष्ठति खलु, स्थास्यति, तथैव तिष्ठति। तर्हि पाप्रच्योगः सि इत्यत्र चकारस्य स्थाने व्रश्च ब्रश्च इत्यनेन मूर्धन्यषकारादेशः, तत्र तुक् अस्ति, तकारः, तर्हि तकारः तत्रैव तिष्ठति, पाप्रसि इति भवेत्, एवं रूपेण भवेत्, तुक् तत्रैव तिष्ठति, परन्तु तादृशरूपम् अनिष्टरूपम् अस्ति खलु। अतः यदि व्रश्च ब्रश्च इत्यस्य कार्यं भवति तदानीं तत् कथं भवति इति चेत् तुक्सहितचकारस्य स्थाने एव भवति इति मन्तव्यं, नो चेत् तत्र तुगागमः तत्रैव तिष्ठेत् तत्तु अनिष्टमस्ति। अतः व्रश्च ब्रश्च इति सूत्रे तुक्सहितचकारस्य मूर्धन्यषकारादेशः इति वक्तव्यम् इति मन्तव्यम्। अस्ति भगिनि, कुत्र अस्ति तुक्सहितचकारं नास्ति इति? न, सूत्रे तु तुगागमः, यतोहि जकारस्य अनन्तरम् अकारः अस्ति इति तुगागमः आगतः, सूत्रस्य प्रदर्शनार्थं तुगागमः आगतः। तर्हि अस्माकं प्रश्नः भवितुमर्हति, यथा तालव्यषकारस्य स्थाने मूर्धन्यषकारादेशः इति सूत्रे उक्तं, तथा चकारस्य स्थाने मूर्धन्यषकारादेशः इति भवतु, तत्र तुगागमः तु केवलं सूत्रस्य प्रदर्शनार्थम् आगतं तत्र, यतोहि जकारः ज इति अस्ति, अकारः अस्ति इति कृत्वा। अतः तुक्सहितचकारस्य स्थाने तालव्यमूर्धनेषकारादेशः इति सूत्रस्य विवक्षा नास्ति इति कोऽपि वदति चेत्, तदानीं प्रश्नः जायते यत् पाप्रच्योगः सि इत्यत्र तुगागमः तिष्ठति, तत्तु अनिष्टम्। किम् अवगतं वा? मीना भगिनी अवगतं वा? न, न अवगतम्। कः प्रश्नः? किमर्थं तुकागमः चकारः अस्ति तत्र, किमर्थं सूत्रे सूत्रे तुगागमः किमर्थम् आगतं? तुगागमः किमर्थम् आगतः? यतोहि सन्धि तत्र खलु, जकार उत्तरवर्ति, अकारः ह्रस्वस्वरस्य तुगागमः, ह्रस्वस्वरः अस्ति इति कृत्वा तुगागमः अस्ति, परन्तु पाणिनेः विवक्षा नास्ति यत् तुक्सहितचकारस्य षकारादेशः भवेत् इति कोऽपि वदति चेत्। सूत्रं वदति तत्र छः इति तुक्सहितचकारं वा अथवा षकारस्य वा षकारत्वं भवति इति। शृणोतु एकवारं शृणोतु, तत्र तुगागमः किमर्थम् आगतः इति चिन्तयतु, यतोहि ब्राज अस्ति खलु, ब्राज राज ब्राज, ब्राज इत्यत्र जकार उत्तरवर्ति, अकारः अस्ति इति कृत्वा तुगागमः, सन्धिं कृत्वा तुगागमः आगतः तत्र, तावदेव। सः तत्र तुगागमः न अपेक्षितः, परन्तु यतोहि सूत्रे ह्रस्वस्वरः अस्ति पूर्वम् इति कृत्वा तुगागमः आगतः। वस्तुतः तुक्सहितचकारस्य स्थाने मूर्धन्यषकारः नास्ति इति कोऽपि वदेत् तदानीं किं करोति? तदानीं वयं वदामः यत् पाप्रच्योगः सि इत्यत्र एवं वदामः चेत् तुक् स्थास्यति, तुक् तिष्ठति, तर्हि तुक् तिष्ठति चेत् इष्टरूपं न लभ्यते। तदर्थं किं मन्तव्यम् इति चेत् व्रश्च इति सूत्रे तुक् सहितचकारः इति एव मन्तव्यम्। तावदेव। इत्युक्ते वास्तविकतया तत्र तुक् सहितः चकारः पाणिनिना विवक्षितः वा नो चेत् सन्धिकारणेन तत्र तुगागमः आगतः वा इति प्रश्नः। अस्तु अस्तु, यदि भवती वदति नो तत्र मूले एव तुगागमः अस्ति अतः तुक् सहितचकारस्य स्थाने एव भवेत् इति भवती वदति अन्य कोऽपि वक्ति यत् तत्र तुगागमः तु ब्राज इति अत्र अकारः अस्ति इति कृत्वा तुगागमः आगतः वस्तुतः तुक् सहितचकारस्य स्थाने शकारादेशः इति न विवक्षितः इति कोऽपि वदति चेत् तदानीं वयं वक्तुं शक्नुमः यत् एवं चेत् पाप्रच्योगः सि इत्यत्र तुगागमः तिष्ठति तुगागमः तिष्ठति चेत् अनिष्टरूपं लभ्यते अतः वृक्षभ्रश्च इति सूत्रे तुक् सहितचकारः इति एव मन्तव्यम् ओके भगिनी लटि पाप्रष्टि पाप्रक्षि इति रूपद्वयं न लभ्यते अस्तु भगिनि वदतु भगिनी निमित्तापाये नैमित्तिकस्यापि अपायः इति न्यायः न स्वीक्रियते इति उक्तं खलु तत् स्वीकरोति चेदपि समानं भवति किमर्थं न स्वीक्रियते इति न न्यायः नास्ति इति भाष्यकारः वदति इत्युक्ते तत् स्वीक्रियते चेत् तुगागमः अपगच्छति तदानीं किं वक्तव्यम् इति चेत् ब्रश्च इति सूत्रे केवलं चकारस्य स्थाने शकारः इति वक्तव्यं तुक् सहितचकारः इति न वक्तव्यम् न वक्तव्यं निमित्तापायेनापगच्छेत् तदस्ति परन्तु भाष्यकारः किं वदति इति चेत् एतादृशं नास्ति यद्यपि विश्वविद्यालयेषु एतादृशं वदन्ति निमित्तापाये नैमित्तिकस्य अपि अपायः इति वदन्ति परन्तु भाष्यकारः वदति यत् एतादृशं नास्ति इति तत्र मातृभिः उक्तं मया तु महाभाष्यं न दृष्टम् अस्य विषये परन्तु मातृभिः एवम् उक्तम् आसीत् इत्युक्ते अयं न्यायः अपि नास्ति परिभाषा अपि नास्ति इति अतः न स्वीकरणीयम् अतः न स्वीकरणीयम् इति शास्त्रीयरीत्या स्वीकर्तव्यम् इति वा हा शास्त्रीयरीत्या एतद् उचितं नास्ति शास्त्रे एतद् नास्ति यदि शास्त्रे कुत्रचित् अस्ति तर्हि तद् स्वीकर्तुं शक्यते परिभाषारूपेण अथवा न्यायरूपेण अस्ति चेत् तत् स्वीकर्तुं शक्यते परन्तु वास्तविकतया इदं तु न्यायः नास्ति परिभाषा नास्ति किमपि नास्ति तर्हि अतः कथं स्वीकर्तुं शक्यते अतः स्वीकर्तुं न शक्यते न शक्यते चेत् तुगागमः तिष्ठति तुगागमः तिष्ठति चेत् अनिष्टरूपं तद्निवारणाय किं करणीयम् इति चेत् रश्जभ्रश्च इति सूत्रे तुक् सहितचकारः इति मन्तव्यम् परन्तु निमित्तापाय नैमित्तिकस्यापि अपायः न श्रूयते दृश्यते न श्रूयते वा उच्चैः वदतु न परन्तु निमित्तापाय नैमित्तिकस्य अपायः इति बहुत्र दृश्यते किल तत्र बहुत्र दृश्यते परन्तु दोषाय इति वदति तावदेव बहुत्र दृश्यते इति कृत्वा उचितम् इति न परन्तु यदि जयलक्ष्मी भगिन्याः प्रश्नः आसीत् तत्र यदि स्वीकुर्मः तर्हि क्लेशः तु न भवति किल तत्र चकारः अपि अपगच्छति चकारः न भगिनि तदस्ति भगिनि परन्तु तादृशन्यायः एव नास्ति लोके इति वदति भाष्यकारः कथं स्वीकर्तुं शक्यते भाष्यकारस्य विरुद्धे भवान् स्वीकर्तुमिच्छति वा नास्ति नास्ति भाष्यकारस्य सर्वाधिकारः अस्ति खलु अस्तु समीचीनम् हा भाष्यकारस्य सर्वाधिकारः अस्ति सः वदति यत् एतादृशं किमपि नास्ति इति सः वदति चेत् तद् वयं स्वीकुर्मः तावदेव वयम् आर्ग्युमेण्ट् न कुर्मः एतत् करोमि चेत् नास्ति एतत् सर्वं तादृशप्रश्नः एव नास्ति खलु भाष्यस्य मतम् अस्ति एतादृशं नास्ति तावदेव अग्रे गच्छामः वयं सर्वे सुप्तचकारः स्वीकुर्मः न अहम् अवगच्छामि भगिनि वंशी भगिनी सर्वत्र एतादृशम् अस्ति अहम् अवगच्छामि अहं जानामि अहमपि शृणोमि परन्तु मातृभिः उक्तं यत् भाष्ये कुत्रापि नास्ति एतद् वस्तुतः न्यायः नास्ति परिभाषा नास्ति किमपि नास्ति अतः न स्वीकरणीयम् इति मातृभिः उक्तम् अस्तु माता की जय हो अस्तु तर्हि किञ्चित् अग्रे गच्छामः पद्मनाभन् महोदय अग्रे पठति वा हा महोदय तदा निवृत्तिपक्षे स्वोः सूडनुनासिके इत्यस्मिन् किङ्क्ति इत्यस्य अनुवृत्तिः नास्ति अस्मिन् पक्षे व्रश्च भ्रश्च सृज मृज यज राज ब्राजच्च सां सः चषां षः इति सूत्रे चकारस्य आवश्यकता नास्ति. प्रच् योगः तृच् कार्यद्वयं प्राप्तं. तुक् आगमः चकारस्य षकारः चकारस्य षकारः च तुक् आगमः अन्तरङ्गनिमित्तस्य अल्पत्वात् सत्त्वस्यापेक्षया अत्र तुक् आगमः प्रथमं भवति. एतदर्थं चोः सूडनुनासिके च इति सूत्रे तुक् सहित चकारः वक्तव्यः. अत्र च एका परिभाषा वर्तते सन्नियोगशिष्टानां सह वा प्रवृत्तिः सह वा निवृत्तिः. सन्नियोगशिष्टानाम् अन्यतरापाय उभयोरप्यपायः. अनेन सन्निपातलक्षणं भवति. चकारः चकारः च मिलित्वा आगच्छतः मिलित्वा गच्छतः च. प्रयत्नं करोमि महोदय. तदा निवृत्तिपक्षे चोः सूड् अनुनासिके च इत्यस्मिन् किङ्क्ति इत्यस्य अनुवृत्तिः नास्ति. अत्र निवृत्तिपक्षे पश्यामः चेत् अत्र अनुवृत्तिः नास्ति. किति इति वृत्ति किति अनुवृत्तिः नास्ति. अस्मिन् पक्षे वृश्चभृश्च इति सूत्रे चकारस्य आवश्यकता नास्ति. किमर्थम्? यथा अत्र यतोहि तत्र यतोहि किति निति इति नास्ति चेत् सर्वत्र जलादिप्रत्यपरे चोषुदनसिके चेत् इति कार्यं करोति खलु. चकारस्य स्थाने तालव्यशकारः, तुक्सहितचकारस्य स्थाने तालव्यशकारादेशः आयाति अनेन एव सूत्रेण. अतः कुत्रापि चकारः न लभ्यते जलिपरे. अतः वृषभ्रश्च इति सूत्रे चकारस्य आवश्यकता नास्ति इति वदति. अत्र चकारस्य वदतु. अत्र इति सूत्रे सकारस्य आवश्यकता नास्ति इति किमर्थम्? हा, यदि चोः शुडनसिके च इति सूत्रे निति इति नास्ति, निति इति अनुवृत्तिः नास्ति चेत् तत्र निमित्तं किं भवति? जलादि प्रत्यये परे इति भवति. अस्तु खलु. पाप्रच् योगः सि, इदानीं सि प्रत्ययः जलादि अस्ति, अतः अस्मिन् सूत्रे अनुवृत्तिः किनिति इत्यस्य अनुवृत्तिः नास्ति. अतः पाप्रच् योगः सि इत्यत्र तुक्सहितचकारस्य स्थाने तालव्यशकारादेशः भवति अनेन सूत्रेण. इदानीं वृषभ्रश्च इत्यस्य प्रसक्तिः एव नास्ति. वृषभ्रश्च इति सूत्रं तु चकारं न चकारः न एव नास्ति इदानीम् अधुना अत्र. तालव्यशकारस्य प्रयोगः कुर्मः. इत्युक्ते वृषभ्रश्च इति सूत्रे चकारस्य आवश्यकता नास्ति. तालव्यशकारस्य मूर्धनि शकारादेशे तत्तु भवति. प्रच् योगः तृच् कार्यद्वयं प्राप्तं. तुक्कागमः चकारः चकारस्य षकारः च तुक्कागमः अन्तरङ्गं निमि. एतत् मम मया सम्यक् वक्तुं न शक्नुमः. इत्युक्ते प्रच् योगः तृच् इत्युक्ते तत्र तुक्सहितचकार इत्युक्ते प्रच् इति अस्ति धातुः, तृच् इति प्रत्ययः. अत्र सूत्रद्वयं प्रसक्तम् अस्ति. इत्युक्ते तत्र वस्तुतः अत्र किम् अस्ति, वृषभ्रश्च इति सूत्रेण तत्र चकारस्य स्थाने मूर्धनिषकारः न चकारस्य स्थाने मूर्धनिषकारः भवितुम् अर्हति, अथवा तुकागमः अपि भवितुम् अर्हति. अत्र तुगागमः चेत् सूत्रेण तुगागमः भवितुम् अर्हति. तर्हि वृषभ्रश्च इति सूत्रस्य कार्यार्थं परनिमित्तम् अपेक्षितं, झलि अपेक्षितमस्ति झलिपरे. परन्तु तुगागमस्य कृते प्रच् इति पर्याप्तमस्ति. प्रच् इत्यत्र ह्रस्वस्वरः अस्ति, अनन्तरं चकारः परः वर्तते इति कृत्वा ह्रस्वस्वरस्य तुगागमः भवति. प्रच् इति परनिमित्तं न अपेक्षितं. परनिमित्तं यत्र न अपेक्षितम्, अपरनिमित्तिकम् अन्तरङ्गम् इति वदामः. तर्हि अपरनिमित्तिकम् अन्तरङ्गम् अन्तरङ्गसूत्रं बलवद् भवति बहिरङ्गसूत्रस्य अपेक्षया. तर्हि शेष इति सूत्रम् अन्तरङ्गम् अस्ति, वृषभ्रश्च इति सूत्रं बहिरङ्गम् अस्ति. अतः बहिरङ्गम् असिद्धम्, अन्तरङ्गमेव प्रवर्तते. अतः प्रथमतया चेच इति प्रवर्तते. यदा चेच इति सूत्रेण तुगागमः भवति, तदनन्तरं प्रत्च् स्तोः शुनाश्चुः इत्यनेन प्रच् इति भवति. इदानीं तत्र तुगागमः अस्ति इति कृत्वा तत्र वस्तुतः चोः शुडनासि केच इत्यनेन तुक्सहितचकारस्य वस्तुतः स्तोषुनशु इति न भवति. यदा तुगागमः भवति प्रत्युच् इति भवति प्रत्युच् तदानीं तत्र चोः शुडनासि केच इत्यनेन तुक्सहितचकारस्य स्थाने तालवेशकारादेशः भवति प्रश्योगः तृच् इति भवति. तदनन्तरं रश्च ब्रश्च इत्यनेन प्रश्योगः तृच् प्रश्योगः शुनाष्टुः प्रष्टृ इति रूपम्. अस्तु. हा अत्र अन्तरङ्गत्वात् तुक् सहित चकारः आगच्छति. अतः अत्र सोगो सूड् अनुनासिके च इति सूत्रस्य तुक् सहित चकारः अस्ति. अतः एतस्य सूत्रस्य प्रयोगेन अत्र तालव्यशकारः आगच्छति. अनन्तरं वृश्च भृश्च सुज मृज यज राजश्चस्वांसः इति सूत्रेण तालव्यशकारस्य स्थाने मुदनीयशकारः आगच्छति इति अस्ति वा? आमामाम् इति एव अस्ति. इति एव अस्ति. अत्र एतत् परिभाषा विवरणं ददातु महोदय. सन्नियोग परिभाषायाः सम्पूर्णा तत्र इत्युक्ते सरलरीत्या परिभाषायाः अर्थः कः इति चेत् यद् सम्यक्तया नियुक्तः वर्तते यथा तत्र तुक्सहितचकारः इति संयुक्तया निहितः तत्र तयोः सम्यक्तया संयोगः वर्तते. अतः यदा आयाति द्वयमपि समानकाले आयाति समानकाले गच्छति. अतः यदा चकारः अस्ति तदानीं तुग् अपि आगच्छति. यदा चकारः निवृत्तः भवति तदानीं तुक् अपि अपगच्छति. तर्हि निमित्त अपाये नैमित्तिकस्य अपायः इति नास्ति इति उक्तं. तस्य स्थाने किम् अस्ति इति चेत् अत्र सनियोगशिष्टानां सह वा प्रवृत्तिः सह वा निवृत्तिः इति परिभाषया वयं निमित्त अपाये नैमित्तिकस्य अपायः इति एव समानलाभः वयं लाभं प्राप्तुं शक्नुमः इति अस्ति. अस्तु अस्तु महोदय. चकारः च मिलित्वा आगच्छतः वदतु किम् अवगतम् इति एकवारम् वदतु तेन सर्वेषां बोधः भवति. वदतु एकवारं पुनः एकवारं ध्वनिमुद्रणं श्रुत्वा सम्यक् अवगमिष्यामि. ओके ओके. अवगमनं न जातं वा एतावता? इदानीं मन्दं मन्दम् अवगच्छम्. अस्तु अस्तु. तर्हि कः वदति कः वक्तुमिच्छति का वक्तुमिच्छति अत्र इच्छति वा? लक्ष्मी भगिनी वदतु. प्रयत्नं करिष्यामि. छोः षुड् अनुनासिके च इति सूत्रे ङिति इत्यस्य अनुवृत्तिः नास्ति इति परिगणना अस्ति चेत् व्रश्च भ्रश्च सृज मृज यजराज भ्रातृश्चशांशः सूत्रे चकारस्य आवश्यकता अपि नास्ति इति अत्र उक्तम्. इत्युक्ते पूर्वमेव प्रच्छ योगतृच्छ इति प्रसङ्गे तत्र चकारः एव अस्ति छेच इति सूत्रेण तुक् आयाति. तर्हि अत्र प्रच्छयोग तृच् इत्यत्र तु किं छेच इति सूत्रस्यापि प्रसङ्गः अस्ति. तर्हि तत् सूत्रं प्रथमम् आयाति अन्तरङ्गबलेन इति उक्तं. छेच इति सूत्रं वदति तुक् आगमः छोः षुड् अनुनासिके च इति चकारस्य तालव्यशकारादेशः. सो अनयोः मध्ये अन्तरङ्गत्वात् अन्तरङ्गबलेन किम् अस्ति बहिरङ्गशास्त्रं तस्य तावत् बलं नास्ति. अन्तरङ्गस्य एव बलमधिकम् इति कारणात् अत्र छेच इति सूत्रं कारयित्वा ह्रस्वस्वरस्य अनन्तरं तुक् आगमः ततः परं चुत्तो अपि भूत्वा अत्र चकारः आयाति प्रच् योग प्रच् इति स्थितिः. प्रच् योग तृच् इत्यत्र छोः षुड् अनुनासिके च इत्यनेन तुक् सहित चकारः इति एव वक्तव्यम् इति अत्र उक्तं. किमर्थम् इति चेत् अत्र एका परिभाषा अपि अस्ति. सन्नियोगशिष्टानां सह वा प्रवृत्तिः सह वा निवृत्तिः इति परिभाषा. इयं परिभाषा किं वदति इति चेत् एतत् सन्निपातलक्षणं इति अस्ति. इत्युक्ते यः कोऽपि अंशः युगपत् आगच्छति चेत् तस्य निवृत्तिः अपि युगपत् एव भवतु इति इयं परिभाषा अस्याः परिभाषायाः अर्थः. तर्हि अत्र छोः इत्यनेन तुगागमः अस्ति, तुक् सहितः चकारः अस्ति. तर्हि अत्र चकारः लुप्यते चेत् तस्य परिवर्तनं भवति चेत् तुक् इत्युक्ते अत्र चकारः, तुक् इत्यस्य च्युतं भूत्वा चकारः अस्ति, तस्यापि परिवर्तनम् अथवा लोपः भवति. तत्तु चकारः सर्वदा तुक् सहित एव भवति, अतः चकारस्य कोऽपि विकारः जायते चेत् तुक् सहितचकारस्य एव परिणामः भवति इति इयं परिभाषा अपि अनया परिभाषया तादृशार्थः लभते. कोऽपि अंशः युगपत् आयाति चेत् युगपत् एव तस्य निवृत्तिः अपि भवतु इति अर्थः इति भावयामि. भगिनि समीचीनं वा? आमामाम् इति अस्ति तत्र, इति अस्ति तत्र. समीचीनं. तर्हि इदानीं किञ्चित् अग्रे गच्छामः. अरुणा भगिनी पठति वा? भवती अस्ति वा भगिनी? श्रुत्वं पूर्वमेव भवति वा? श्रुत्वं न भवति भगिनि, श्रुत्वं न भवति. यतोहि चोषुडनासिके च इति पूर्वसूत्रमस्ति खलु, तुक्कागमः अस्ति चेदपि तद् न पश्यति. अतः स्तुत्वं तु न भवति, केवलं तुक् आगमः तथैव तिष्ठति. तुक् सहितचकारः अस्ति तस्य. अस्तु, तदर्थमेव तुक् सहित इति कुत्रापि. अस्तु, तुक् सहित श्रुत्वं न. महोदय महोदय, अत्र प्रवृत्तिः निवृत्तिः अर्थं कः अर्थः? कुत्र अस्ति प्रवृत्तिः निवृत्तिः? सन्नियोगशिष्टानां सह वा प्रवृत्तिः इत्युक्ते मिलित्वा आगच्छन्ति, मिलित्वा गच्छन्ति इति. यदा अपगच्छन्ति मिलित्वा अपगच्छन्ति, यदा आगच्छन्ति मिलित्वा आगच्छन्ति. चकारः अस्ति चेत् तुगागमः अपि आयाति, तदेव ताव इति तत्र सन्नियोगशिष्टानां सह वा प्रवृत्तिः सह वा निवृत्तिः. तावदेव अत्र इदानीम् अपेक्षितम्. अत्र सम्पूर्णपरिभाषायाः अर्थः कः इति अनन्तरं वक्ष्यामि. अस्तु महोदय, प्रवृत्तिः इति उक्तं चेत् तुक् सहितचकारः, निवृत्तिः चेत् तुक् रहितचकारः. तुक् रहितचकारः न, यदि चकारः अपगच्छति तुक् अपि अपगच्छति इति अर्थः. निवृत्तिः यथा अत्र तुक् सहितचकारस्य स्थाने तालव्यचकारादेशः, केवलं चकारस्य स्थाने. इदानीं तुक् सहितचकारः अपगच्छति खलु, यदा आदेशः भवति तर्हि केवलं चकारस्य स्थाने आदेशः वा इति चेत् न, तुक् सहितचकारस्य स्थाने आदेशः. यतोहि यदा ते आगच्छन्ति तदानीं मिलित्वा एव आगच्छतः, मिलित्वा गच्छतः. अतः यदा आदेशः भवति मिलित्वा एव भवति इति सन्नियोगशिष्टानां सह वा प्रवृत्तिः सह वा निवृत्तिः इति अस्ति. ये दोस्ति इति अस्ति, इत्युक्ते अविनाभावसम्बन्धः इति अस्ति खलु, तथा यथा पार्वती परमेश्वरौ तथा. अस्तु अग्रे अरुणा भगिनि. आं भगिनि, अस्मिन् निवृत्तिपक्षे पापच् योगः अस्ति. चोहोषुडनासिके च इति सूत्रेण पाप्रश् योगः अस्ति. तदनन्तरं वश्च भ्रश्च सृजभुज यज राजभ्राज च शशांसः सूत्रेण प्राप्रश् युग अस्ति. पाप्रक्षि आदेश प्रत्ययो अग्रे अपि पठतु. अग्रे अत्र चकारान्तधातूनां प्रसङ्गे इतोपि किञ्चित्, चकारात् प्राक् के के वर्णाः सम्भवन्ति? चकारात् प्राक् अश्व अच् वर्णः अस्ति चेत् तुकागमो भवति. यदा इष् धातुः इषु गमीयां गमीयां गमीयामां छः इत्यनेन इष् धातोः चकार आदेशः स्थिति परे इष् युगशकार इषिगमीयमां चः अलान्तस्य इति सूत्रेण इच् युगः अ छे च इत्येन आद्यन्तौ टकितौ इत्याभ्यां चकारे परे हस्वस्वरस्य इकारस्य अनन्तरं तुक् आगमः इत् च युग अ स्तोः स्नाश्युः इत्येन इच्छ अ इच्छा इति अङ्गम् ओके प्रथमं निवृत्तिप्रश्ये इति अस्ति अत्र निवृत्तिप्रश्ये अर्थम् चोः शुनासिके अत्र किति नीति अनुवृत्तिः नास्ति केवलं झलिपरे कार्यं करोति इति इत्युक्ते ततः प्रच् प्रच्दातु यङ्गन्तदातु अत्र प्रच् एव अस्ति चोः शुडनासिके च सूत्रेण सि इति जल् अस्ति कितन् इति नास्ति अनुवृत्ति ततः पाप्रश् युगः सि भवति तदनन्तरं वृश्चभ्रच सृजभुज यज राज भ्राज च शशांसः इत्यनेन शकार तालव्यशकारस्थाने मूर्धन्यशकारः आगच्छति शलोकः सि इत्यनेन शकारस्थाने ककार आगच्छति पाप्रक्षि इति रूपं भवति अत्र मन्ये विवरणमस्ति चकारान्तधातूनां प्रसङ्गे किञ्चित् चकारप्राक् किम् अस्ति किं के वर्णः सम्भवन्ति इति प्रश्नः अत्र चकारात् प्राक् हस्व अच्वर्णः अस्ति चेत् तु कागमो भवति ओके चकारात् प्राक् हस्व अच्वर्णः अस्ति चेत् तु कागमो भवति उदाहरणम् इष् धातुः इषु गमीयमां चः इत्यनेन इष् धातुतः चकार आदेशः निमित्तम् अस्ति षित् षितिपरे अथ इष् युगसः इषुगमीयमान् च सूत्रेण अनोन्तस्य इत्यनेन अन्त्य अकारस्य च अन्तवर्णस्य स्थाने आगच्छति अतः इष् इच् योगः आ चे च इत्यनेन आद्यन्तौ टकितौ पुस्तस्य ओके चे च इत्यनेन चकारपरे हस्वस्वरस्य इकारस्य अनन्तरं तुक् आगमः इत् छ तदनन्तरं स्तोः सुनाशुः इच्छा युग अ इच्छा इति आगमः प्रयत्नं करोमि भगिनि च अत्र प्रश्नः अस्ति चकारान्तधातूनां प्रसङ्गे के के वर्णाः अस्ति चकार इति प्रश्नः हस्व चकारात् प्राक् हस्व अच् वर्णः अस्ति चेत् स्तुकागमो भवति तदर्थम् उदाहरणं दत्तम् इष्टातुतः देर् इस् एकं सूत्रमस्ति इषुगमीयमां च इत्यनेन इष् धातोः चकार आदेशः भवति निमित्तमस्ति षट् परे सो इष् यो इष् अत्र इष् युगसकार चकारस्थाने चकार अस्ति छे च इति सूत्रेण थुक् आगमः भवति छात् पूर्वं हस्व इकारः अस्ति आद्यन्तो टकितो इत्याभ्यां तुक् आगमः भवति इ च अतः इ योगः तकार छ योग अ स्तोः सुनाश्रुतेन इच्छ इति अङ्गं भवति. आमाम्, इत्युक्ते इच्छति इति रूपं कथं लभ्यते इति एव अत्र विषयः अस्ति. अत्र अस्याः प्रक्रियायाः आवश्यकता नास्ति. इत्युक्ते चकारात् पूर्वं ह्रस्व अकारः ईकारः भवितुमर्हति अथवा अन्यस्वरः भवितुमर्हति इत्यत्र उदाहरणमेकं दत्तमस्ति. इच्छति इत्यत्र चकारात् पूर्वं ह्रस्व ईकारः वर्तते, तदानीं तुगागमः तत्र भवति. तर्हि ह्रस्व चकारात् पूर्वं ह्रस्वस्वरः अस्ति चेत् तुगागमः भवति इति स्पष्टमस्ति तत्र. इदानीं चकारात् प्राक् अन्यः वर्णः अस्ति चेत् का गतिः इति अत्र प्रश्नः अस्ति. तत्र अत्र बहु किमपि वक्तव्यं किं. धन्यवादः भगिनि. धन्यवादः. हा, इदानीं चकारात् प्राक् यदि ह्रस्ववर्णः नास्ति किन्तु हल् वर्णः अस्ति इति, तर्हि एकः एव निमिषः अस्ति. अतः इदं परिच्छेदम् अमुं परिच्छेदम् अग्रिमसप्ताहे स्वीकुर्मः. एवं खलु, एतावत् प्रश्नः अस्ति वा? इत्युक्ते अन्ततो गत्वा बहु किमपि अत्र अधीतं. सारांशः कः इति चेत्, चोशुरनसिकेच इत्यत्र जलादि किति इति स्वीकरोतु, केवलं जलादि इति स्वीकरोतु, क्लेशः नास्ति. यदि चोशुरनसिकेच इति सूत्रे केवलं जलादि इति स्वीकरोति, कितिनिति इति नास्ति, केवलं जलादि इति स्वीकरोति, तदानीं व्रश्च भ्रश्च इति सूत्रे चकारस्य आवश्यकता एव नास्ति. यदि चोषुडनसिकेच इति सूत्रे कितिनिति जलादि इति स्वीकरोति, तदानीं व्रश्च भ्रश्च इति सूत्रे तुक्सहितचकारः इति वक्तव्यं. तावदेव सारांशः. अत्र बहु किमपि चर्चितं, परन्तु सारांशः कः इति चेत्, अनुवृत्तिः वा भवतु निवृत्तिः वा भवतु, उभयता सम्यक् अस्ति. अनुवृत्ति कितिनिति इत्यस्य अनुवृत्तिः स्वीक्रियते चेत् व्रश्च भ्रश्च इति सूत्रे तुक्सहितचकारः इति मन्तव्यं. तुक्सहितचकारस्य स्थाने मूर्धनिषकारादेशः इति वक्तव्यम्. यदि निवृत्तिपक्षः चोषुडनसिकेच इत्यत्र केवलं जलादि इति वयं स्वीकुर्मः चेत्, तदानीं व्रश्च भ्रश्च इति सूत्रे तुक्सहितचकारः इति दलमेव मास्तु इति विषयः. दलमेव सूत्रे तु अस्ति भगिनि, अतः सूत्रे आवश्यकता नास्ति इति, आवश्यकता नास्ति इति वदति. आवश्यकता सूत्रे तु अस्ति, परन्तु वस्तुतः आवश्यकता नास्ति. अतः पाणिनिना मनसि किमिति इति मत्वा एव अस्मिन् सूत्रे चकार छकार इति दत्तमस्ति इति न, परन्तु क्निति इत्यस्य दलसार्थक्यं कर्तुं न शक्नुमः. किति क्निति इति नास्ति चेत् कुत्रचित् दोषः भवेत् इति वक्तव्यं खलु, परन्तु कुत्रापि दोषः न भवति. अतः दलमेव मास्तु इति अपि वक्तुं शक्यते. यतोहि पाणिनीयसूत्रेषु प्रत्येकं पदस्य तत्र दलसार्थक्यं कर्तव्यं खलु. इदानीं किनिति इति किम् इति पृच्छति चेत्, किति इति पदं नास्ति चेत् अत्र दोषः भवति इति वक्तव्यं, परन्तु कुत्रापि दोषः न दृश्यते. अतः एव मतद्वयं खलु. यद्भवती वदति समीचीनं, परन्तु क्निति इत्यस्य दलसार्थक्यं प्रतिपादयितुं न शक्नुमः. महोदय, चोः सूरनुनासिके अत्र निमित्तमस्ति क्वि प्रत्यये परे अथवा जल् प्रत्यये परे अस्ति इति अर्थः अस्ति खलु. इति तत्तु तु निवृत्तिपक्षः, जलि परे इति निवृत्तिपक्षः. कितिनिति इत्यस्य अनुवृत्तिः नास्ति इति वदति, परन्तु अन्य कोऽपि कितिनिति जलि इति वदति चेत् तत्रापि क्लेशः नास्ति. पक्षद्वयम् अस्ति, मतद्वयम् अस्ति, यत्किमपि स्वीकरोतु, कोऽपि क्लेशः नास्ति. क्वि जलोः इति वदनेन क्वि क्वि कित् अपि अस्ति, जल् अपि अपि अस्ति, द्वयोः. न न न, क्वि इति कश्चन प्रत्ययः, क्वि इति कश्चन प्रत्ययः, जलादि प्रत्ययः इति अर्थः. क्वि जलोः इत्यनेन क्वि इति कश्चन प्रत्ययः, जलादि प्रत्ययः इति अर्थः. तत्र पूर्वस्मात् सूत्रात् क्निति इत्यस्य अनुवृत्तिः भवति न वा इति विषयः. अस्तु अस्तु, सम्यक् सम्यक् सम्यक् सम्यक् अवगतं, धन्यवादः. अस्तु, अत्र एव स्थगनं कुर्मः. पुनः एकवारं पठित्वा आगच्छन्तु, इतः अग्रे अग्रे गन्तुं शक्नुमः. धन्यवादः. धन्यवादः. नमस्कारः. धन्यवादः भगिनि. नमस्कारः. धन्यवादः भगिनि. धन्यवादः. नमस्कारः. नमस्ते भगिनि. धन्यवादः भगिनि. धन्यवादः. नमस्कारः. नमस्कारः.